इदानीम् अस्माकं किमस्ति कार्यं हल्सन्धिः द्वितीयभागः हल्सन्धिः द्वितीयभागः तत्र अस्माभिः गतवासरे बहु किमपि चर्चितं तत्र केवलं विजयामहोदय रघुपतिमहोदय इति आस्ताम् तत्र अस्माभिः अत्र किम् अस्ति कुत्र आसीत् हा छकारस्य विषये अस्माकं चिन्तनम् अजातं तत्र किमस्ति इदानीं संक्षेपे क ख क्षम्यताम् इदानीं संक्षेपे सकारादिप्रत्ययः परे अस्ति चेत् किं कार्यं भवति इति अस्माकं चर्चा अस्ति खलु तर्हि सकारादि अस्ति तर्हि अन्ते यदि क ख क ख ग घ अस्ति चेत् नाम कवर्गीयवर्णः अस्ति चेत् खरीच इत्यनेन कवर्गीयव्यञ्जन कवर्गीयवर्णस्य स्थाने ककारः इति भवति अपि च तत्र आदेशप्रत्ययोः इत्यनेन षत्वमपि भूत्वा क योगः श इति क्ष भवति तर्हि क्ष इति अस्ति तर्हि नाम क कवर्गीयव्यञ्जनः योगः सकारः तत्र क्ष इति भवति इति वार्ता अस्ति तदनन्तरम् अग्रे अस्ति च छ ज झ इति अस्ति चेत् किं करणीयं तत्र चकारः अस्ति चेत् छोः कुः इत्यनेन पुनः ककारः भवति कयोगः क्ष पुनः किं भवति ककारः भूत्वा तत्र ककारः छोः कुः इत्यनेन ककारः भवति तदनन्तरम् आदेशप्रत्ययः इत्यनेन षत्वं भूत्वा पुनः क्ष इति भवति तदनन्तरम् इति अग्रे तर्हि अत्र किम् अस्ति चकारस्य प्रकारद्वयं सामान्यचकारः अस्ति चेत् छोः कुः विशेषचकारः अस्ति चेत् यथा व्रश्च व्रज्ज इति सूत्रे व्रश्च इति अस्ति खलु विशेषचकारः अस्ति चेत् तत्र मूर्धन्यषकारः भवति मूर्धन्यषकारः तर्हि मूर्धन्यषकारः योगः सकारः तत्र किं भवति षडोः कहसि इत्यनेन सकारादि अस्ति चेत् षकारस्य स्थाने ककारः भवति अतः व्रश्च व्रश्च इत्यनेन मूर्धन्यषकारः भवति तदनन्तरं षडोः कहसि इत्यनेन सकारः भवति तदनेन आदेशप्रत्ययः इत्यनेन सकारस्य मूर्धन्यषकारः भवति पुनः क्ष इति भवति सकारस्य अपि सामान्यसकारः अस्ति चेत् सामान्यसकारः नाम केवलसकारः इति अस्ति चेत् चोहकुः इत्यनेन खवर्णः भवति खवर्णः भवति चेत् पुनः अग्रे गत्वा खकारस्य योगः सकारः आदेशप्रत्ययोः इत्यनेन सकारस्य मूर्धन्यषकारः तदनन्तरं खरीच इत्यनेन खकारस्य स्थाने ककारः आगत्य पुनः क्ष इति एव भवति तदनन्तरं तुक्सहितछकारः अस्ति चेत् किं करणीयं तुक्सहितछकारः नाम पाप्रच्छ योगसि इति अस्ति तर्हि अत्र प्रथमं तु अस्माभिः दृष्टं छोः शूडनासिके च इत्यनेन किं भवति तुक्सहितछकारः अस्ति तस्य अग्रे यदि झलादि अनुनासिक आदि अथवा क्विप् प्रत्ययः अस्ति चेत् तत्र मूर्ध तुक्सहितछकारस्य स्थाने तालव्यषकारः भवति तर्हि पाप्रश् योगः सि तदनन्तरं व्रश्च व्रश्च इत्यनेन षकारस्य स्थाने किं भवति मूर्धन्यषकारः तदनन्तरं पुनः षडोः कहसि आदेशप्रत्ययः इत्यनेन पुनः क्ष इति भवति तृतीय षकारस्य प्रकारः अस्ति रेफपूर्वकषकारः नाम रयोगः छ इति अस्ति चेत् किं करणीयं तत्र राल्लोपः इति सूत्रेण रेफात् पदे यदि षकारः अस्ति अपि च तदनन्तरं यदि झलादि अनुनासिक आदि क्विप्रत्ययः अस्ति चेत् किं भवति छकारस्य लोपः भवति तर्हि मोमुर्च्छयोगः सि अत्र छकारस्य लोपः भूत्वा मोमुर्योगः सि तदनन्तरं पुगन्तरघुपदस्य च इत्यनेन ओकारस्य ओकारः भूत्वा मोमोर्षि इति भवति राल्लो तर्हि एतत् अस्माभिः दृष्टं तर्हि आहत्य अस्माभिः इदानीं पर्यन्तं दृष्टं यत् ककारः खकारः गकारः घकारः चकारः छकारः योगः सकारः इति यदि काम्बिनेशन् अस्ति चेत् क्ष इति वर्णः भवति हल्सन्धि नियमानुसारः अग्रे इदानीम् अग्रे गच्छामः. जकारयोगः सकारः अस्ति चेत् किं करणीयम्? जकारयोगः सकारः इति अस्ति चेत् किं करणीयम्? अस्तु तर्हि अस्तु तर्हि अग्रे किं कः अस्ति इदानीं? मीनामहोदय जकारस्य जकारस्य प्रकारद्वयं तत्रैव वा? जकारस्य एकनिमिषं प्रकारद्वयं तत्रैव. तदेव तत्रैव तत्रैव पठतु पठतु. सामान्यसूत्रं त्योः कुः इत्यनेन कुत्वं भवति. त्यज् उदाहरणं त्यज् योगः स्यति चोः कुः इत्यनेन सकारे जले जलिपरे कुत्वं त्यग् त्यग् भवति त्यज् त्यग् भवति योगः स्यति. आदेशप्रत्ययोः इत्यनेन षत्वं त्यग् ष्यति भवति. करि च इत्यनेन चत्वं त्यग् ष्यति त्यक्ष्यति त्यक्ष्यति. सकारस्य गकारस्य ककारः वा करिच करिच ककारस्य ककारः त्यक्ष्यति त्यक्ष्यति. तदैव योज् योज् योगः स्यति यो यो यो चोक्कुः इति सूत्रेण न योग योग यो योज् योज् योगस्यति योग योगस्यति भवति चोः कुः इति सूत्रेण. तदनन्तरं यो आदेशप्रत्ययोः इति सूत्रेण योग योगः स्यति बिकम्स् ष्यति. योग योगः ष्यति यो योग योगः ष्यति. करिच इति सूत्रेण योग योग योगः ष्यति योक्ष्यति. ब्रश्च सृज् मृज् यज राज यज् राज् ब्राज् इत्येषां षत्वं समब्रश्च ब्रश्च ब्रश्च किमर्थं त्यक्तं तत्र? तत्र ब्रश्च अन्ते चकारः अस्ति खलु, जकारः नास्ति. ब्रश्च ब्रश् जकारः एव. ओके ब्रज् ब्रज् सृज् मृज् यज् राज् ब्राज् इत्येषां षत्वं. ब्रश्च ब्रश्च यज राज मृज ब्राज यच्छसाम् इति सूत्रेण, यतोहि एते धातवः अस्मिन् सूत्रे साक्षात् उक्ताः, एतेषां षत्वं भवति. बा बा ब्रज् योगः सि चस्कोः संयोगान् संयोगाद्योरान्ते च इत्यनेन जलिपरे सकारस्य जलि इति जलिपरे संयोगस्य प्रथमसदस्थ सकारस्य लोपः. बाब्रस् सकारः अस्ति, सकारस्य लोपः बाब्रज् भवति. सकारः लोपः बाब्रज् योगः सि. ब्रश्च ब्रश्च सृज मृज यज राज मृज ब्राजजशांशः इत्यनेन जकारस्य षत्वं भवति. बा ब्रज् योगः सि बा ब्रश् योगः सि भवति. षडौकसि इत्यनेन सकारे परे षकारस्य ककारादेशः. बा ब्रश् योगः सि षडौकः षकारस्य ककारः बाब्रक् योगः सि. तदनन्तरम् आदेशप्रत्ययः इत्यनेन इन्को प्रत्या अवयवस्य सकारस्य षत्वं भवति. बाब्रक् योगः सि बाब्रक् योगः षि. तत्र कुत्वं बाब्रक् वर्ग बाब्रक्षि बाब्रक्षि. तथैव करिसृजयोगः मरीमार्जयोगः सि मरीमार्क्षि यायजोगसि यायक्षि राराजोगसि राराक्षि बाबराजोगसि बाबराक्षि इति अस्ति. तर्हि तर्हि सामान्यजकारः अस्ति चेत् इत्यनेन भ्रज स्वज मृज यज राज राजस्ति चेत् वृश्च वृश्चसूत्रेण किमपि कृत्वा पुनः क्ष इति एव भवति. अस्तु अग्रे पठतु झकारान्त. आम् महोदय, जकारान्तस्य एकः प्रकारः चोः कुः इत्यनेन कुत्वम् जाजर्ज योगः सि चोः कुः इत्यनेन कुत्वं जाजर्ग योगः सि आदेशप्रत्ययोः इत्यनेन षत्वं जाजर्ग योगः क्षि करी च इत्यनेन करी परे जलः स्थाने चरादेशः जाजर्ग योगः षि जाजर्क्षि. अत्र जकारः अस्ति चेत् जकारान्त अस्ति चेत् चोः कुः इति सूत्रेण ककारः आगच्छति जाजर्ग इति भवति. तदनन्तरम् आदेशप्रत्ययोः इत्यनेन सकारः षकारः भवति जाजर्ग योगः षि. तदनन्तरं करी च इति सूत्रेण ककारः गकारस्थाने ककारः आदेशः भवति तदनन्तरं जाजक्षि इति रूपं भवति. षकारः योग ककारः षडोः कः किसि कि षकारस्य टकारस्य च ककारादेशो भवति सकारे परे. शृणोश्चुः इत्यस्य अपवादः षच्छ डश्च तयोः इतरेतरद्वन्द्वः षडौ तयोः षडोः षडोः षष्ट्यन्तं कः प्रथमान्तं सि सप्तम्यन्तं त्रिबतम् इदं सूत्रं सूत्रं स्वयं सम्पूर्णं षडोः क सि. अत्र षकारः वा ककारः अस्ति चेत् परे सकारः अस्ति चेत् अन्तिमवर्ण ककारः आदेशः भवति इति सूत्रं वदति. उदाहरणः कर्ष योगः स्यति. अत्र षकारः अन्तिमवर्णः षडोः कः सि इत्यनेन षकारः ककारः भवति खर्क् योः स्यति. तदनन्तरम् आदेशप्रत्ययोः इत्यनेन सकारस्थाने षत्वं भवति खर्क्ष्यति कक्ष्यति इति रूपं भवति अन्तिमरूपं. तर्हि मूर्धनषकारः अस्ति चेदपि तस्य क्षकार क्ष इति भवति. अस्तु अग्रे रघुपतिमहोदय तालव्यषकार. आं महोदय, तालव्य षकारस्य मूर्धन्य षकार अनन्तरं ककारः. प्रत्ययस्य आदौ सकारः, प्रत्ययस्य आदौ षकारः जलि, अतः धात्वन्तस्य षकारस्य स्थाने षकारादेशो भवति इति अस्ति. यदि व्रश्च व्रश्च सृज मृज जय राज भ्राज चषांशः इदानीं तत्र व्रश्च व्रश्च सृज मृज यज राज भ्राज चकारान्ताः षकारान्ताः च येषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः भवति जलि पदान्ते च इति अस्ति. तत्र अनुवृत्तिसहितसूत्रं तत्र व्रश्च व्रश्च सृज मृज जय राज भ्राज चषांशः जलि पदस्य अन्ते च इति अस्ति. तत्र परिगणितधातूनां तत्र तत्र चकारान्त अस्ति जकारान्त अस्ति तेषां धातूनाम् अन्तिमस्थाने षकारादेशः भवति इति अस्ति. अपि च षकारान्तानाम् अपि भवति वा षकार चकारान्तानामपि अपि च षकारान्तानामपि भवति इति अस्ति. यथा क्रोश् योगस्यति इति अस्ति, षकार अस्ति अतः चषांशः व्रश्च व्रश्च चषांशः इत्यनेन षकारस्य स्थाने मूर्धन्यषकारः भवति क्रोश्य गच्छति यदि क्रोश्यति इति क्रोश्य गच्छति अस्ति अनन्तरं षडोकहसि इत्यनेन भवति क्रोक्षति इति वश्य वश्य योगस्यति तत्रापि वश् इति षकार अस्ति तालव्यषकारस्य व्रश्च व्रश्च चषांशः इत्यनेन षत्वं षत्वस्य अनन्तरं तत्र कुत्वं भवति षडोकहसि सि इति झलि अस्ति अतः भवति अस्तु अत्र अग्रे दत्तमस्ति पठामि वा अग्रे अपि अधुना इदानीं यदा षकारस्य तालव्यषकारस्य षकार भवति तदा षडोकहसि इत्यस्य सूत्रस्य प्रसक्तिः यथा क्रोश्यो गच्छति षकारस्य स्थाने ककारदेश क्रोक्यो गच्छति अनन्तरं सकारस्य आदेशप्रत्ययोः इन्कोः इत्यनेन ककार अस्ति आदौ अतः तत्र षकार भवति क्रोक्षति इति रूपम् इत्यनेन वश् मध्ये एव वक्षति इति किं दृष्टम् अस्माभिः ककारः खकारः गकारः घकारः चकारः छकारः झकारः झकारः मूर्धन्यषकारः तालव्यषकारः योगः सकारः अस्ति चेत् क्ष इति संयुक्तवर्णः भवति आहत्य इति अस्माभिः दृष्टम् तत्र के के सू कानि कानि सूत्राणि आगच्छन्ति चोहोकुः व्रश्च व्रश्च छोहोषुडनासिके च राल्लोकः षडोः कहसि आदेशप्रत्ययः खरि च इति सूत्राणि सन्ति क्ष इति वर्णः भवति अस्तु अग्रे इदानीं प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तम् नास्ति कि एतत् परिचयसूत्रमेव महोदय अत्र वचि वचि अस्ति वा वचि इति भिन्नधातुः अस्ति वा वचि धातुः नास्ति खलु वश् वश् भिन्न अस्ति अतः वच वक् अस्ति चेत् तत् चोहकुः क्षम्यतां वक् तत्र न भवति वक्षि एव तत् अस्तु तद्भिन्न आमाम् अस्तु अस्तु इदानीम् अग्रे टवर्गीयवर्णः योगः सकारः अस्ति चेत् किं भवति इति इदानीम् अग्रे टवर्ग तर्हि विजय महोदय पठतु आं जि तत्र टकारः डकारः तत्र टकारस्य डकारस्य च प्रभावेन अग्रे स्थितस्य सकारस्य स्टुनास्तुः इत्यनेन श्रुत्वा आदेशः भवति तदा स च षकारः करि अस्ति इति कृत्वा टकारः ठकारः दकाराणां चर् आदेशः करिच इत्यनेन इति सूत्रम् उदाहरणं पठामि वा अस्तु उदाहरणम् अत्र अस्ति रारट् इति रारट् योगः सि तत्र स्टुनास्तुः इति सूत्रेण स्तुत्वम् आदेशः भवति रारट् योगः सि अत्र खरिच इति सूत्रेण खरिपरे जलः अस्ति चेत् तत् स्थाने चर् आदेशः भवति रारट् योगः षि इत्युक्ते तत्र रारट् षि एव भवति तत्र किमपि परिवर्तनं नास्ति खलु जि तावदेव तत्र सुनाष्टुक् इति सूत्रेण रारट् इति अनन्तरं सि इति स्थाने तत्र षि इति भवति तत्र करिच इति सूत्रेण मिलित्वा चर् आदेशः भवति रारट् अनन्तरं षि सकारस्य स्थाने षकारः आदेशः भवति आदेशप्रत्ययोः इति सूत्रेण समीचीनं वा लोलोट् योगः सि तत्रापि स्टुणासुग इति सूत्रम् आगच्छति. करिच इति अपि प्रयोगं कुर्मः चेत् तत्र लोलोट् शि इति करिच इति सूत्रेण प्रथमवर्णः आगच्छति. ततः अत्र लोलोट् शि लोलोट् शि इति भवति. अनन्तरं चाकड् योगः सि इति तत्र अपि स्टुणासुग इति कार्यं करोति. करिच इति सूत्रेण तत्र तृतीयवर्णस्य स्थाने प्रथमवर्णः आगच्छति करिच इति सूत्रेण. अतः तत्र चाकट् शि. विजय महोदय उच्चैः पठतु, भवत्याः ध्वनिः बहु न्यूना अस्ति. श्रूयते महोदय, तस्याः न जनाय बहु न्यूनं किञ्चित्. अत्र चाकट् इति अस्ति, चाकट् योगः सि. चाकट् योगः सि स्टुणासुक इति सूत्रेण, अनन्तरं करिच इति सूत्रेण तृतीयवर्णस्य स्थाने प्रथमवर्णः आगच्छति. चाकट् योगः शि चाकट् शि इति भवति. अनन्तरं शृणास्तुः शृणास्तुः दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारः आदेशः भवति. तवर्गीयवर्ण आदेशः भवतः मूर्धन्यषकारः तवर्गीयवर्णयोः योजनेन तत्र कार्यं भवति. अनुवृत्तिसहितसूत्रं स्तोः स्टुणास्तुः संहितायाम् इति सूत्रेण यत्र तादृशं वर्णः समीपे अस्ति एतत् तत्र कार्यं करोति स्टुणास्तुः इति सूत्रे. तर्हि इदानीं तकारः ठकारः डकारः यत् सकारः अस्ति, तर्हि सकार तर्हि ट अथवा ड अथवा ठ इति वर्णस्य स्पर्शात् मूर्धन्य दन्त्यसकारस्य स्थाने मूर्धन्यषकारः भवति स्टुनाष्टुः इत्यनेन. तत्र तु परिचितं सूत्रमस्ति. अनन्तरं स्टुनाष्टुः यदा भवति तर्हि मूर्धन्यषकारः खरि अस्ति, अतः तत् तस्मात् प्राक् यः टकारः डकारः डकारः अस्ति तस्य स्थाने वर्णः टकारः आगच्छति. तर्हि रारट् यो भवसि रारट्षि, लोलोट् यो भवसि लोलोट्सि लोलोट्षि, चाकड् यो भवसि चाकट्षि इति. सर्वे आगच्छन्ति. अस्तु अग्रे इदानीं विजय महोदय अग्रे पठतु. पठतु ठकार तकार इति वा मूर्धन्य ढकारः अस्ति खलु भगिनि. तवर्ग किल द्वितीयबिन्दुः ढकार किल. आम् आम् आम् अत्रैव ढकारः नित्य मध्ये भग्नं जातः अतः ढकारस्य षटोः कः सि इत्यनेन ककारादेशः तथा आदेशप्रत्ययोः इत्यनेन लिङ्को प्रत्यय अवयवस्य सकारस्य षत्वं वावड् योगः सि अस्ति वा. हलो न श्रूयते, तस्याः सम्पर्कः सम्यक् नास्ति. न श्रूयते वा महोदय? न न इदानीम् ओके. निजि महोदय भवत्याः ध्वनिः मध्ये मध्ये अपगच्छति. अन्य कोऽपि पठतु महोदय, नेट् मध्ये भग्नं जातः मध्ये. अस्तु क्षम्यता. आं महोदय, पावट् योगः सि षडोः कः सि वावक् योगः सि आदेशप्रत्ययोः वावक्षि. अत्र वावड् इति अस्ति डकारस्थाने ककारः आदेशः भवति. षडोः कः सि इति सूत्रेण तदनन्तरम् आदेशप्रत्ययोः इत्यनेन षत्वं भवति, वावक्षि इति भवति. अपि तुनाष्टुः इत्यस्य प्रसक्तिः भवति, परन्तु तुनाष्टुः तस्य तस्मात् प्राक् पूर्वत्र सिद्धम् इति अधिकारे षडोः कः सि सूत्रम् आगच्छति, अतः तस्य तस्य कार्यं भवति. तत्र षडोः कः सि ठकारस्य तत्त्वं परे ककारः भवति, तर्हि वावड् यो भवसि, वावक् यो भवसि, वावक्षि इति भवति. अस्तु, तर्हि थर्ड् आर्डर् अस्ति चेत् सुनाष्टुः, नकारः अस्ति चेत् षडोः भवति इत्येन वावक्षि. अस्तु अग्रे, नकारः अस्ति, नकारः रन् रन् योगः सि नकारस्य प्रभावेन शुनाष्टुः इत्यनेन अग्रे सितस्य सकारस्य श्रुत्वादेशः रन् रन्षि. अत्र शुनाष्टुः इत्येव सूत्रं कार्यं करोति. सकारः स्थाने षकारः भवति शुनाष्टुः इति सूत्रेण. रन् रन् षि इति भवति. शुनाष्टुः इत्यनेन अवर्यवर्णस्य स्पर्शात् सकारस्य शत्वं भूत्वा ररण्षि इति भवति. अत्र महोदय यथा टर्ट् वर्ड् अस्ति तत्र करीच इत्यनेन प्रथमवर्णः भवति, तर्हि अत्र अपि प्रथमवर्णः न भवति वा णकारस्य टकारः करीच इत्यनेन? करीच इत्यनेन शुनाष्टुः इत्यनेनैव कार्यं भवति किल? इदानीं षकारः खरि अस्ति, तर्हि यत् षकारात् प्राक् णकारः अस्ति तस्य स्थाने खरि च इति सूत्रेण टकारः न भवति वा? जल्वर्णः एव भवति किल? जल्वर्णः, जल्वर्णस्य एव परिवर्तनं भवति. वर्गीयपञ्चमवर्णः जल् प्रत्याहारे न सन्ति खलु, अतः तत्र केवलं रण्षि इति एव सत्यम्. अग्रे सवर्गः पठतु महोदय. तकारः तकारः दकार दकार धातोः अन्तिमो वर्णः तकारः तकार दकार दकार एतेषु अन्तिम चेत् सकारे परे करी च इत्यनेन करी परे जलः स्थाने चरादेशः, येषां स्थाने तकारादेशः. तकारः अन्तिमवर्णः धातोः अन्तिमवर्णः तकार तावर्गीयवर्णः अस्ति चेत् करीपरे इत्यनेन चत्वमेव भवति, तकारः एव आदेशः भवति इति उक्तम्. तकार करी च इत्यनेन सकारे परे तवर्गीयानां प्रथमसदस्य आदेशः, सकारस्य कोऽपि विकारो न भवति. यथा चाचत् योगः सि करी च इत्यनेन प्रथमसदस्य आदेशः भवति, चाचत् योगः सि चर्सि इति भवति. वाव्यत् योगः सि करी च वाव्यत् योगः सि वाव्यत्सि. अत् योगस्यति करी च इत्यनेन प्रथमसदस्यस्य आदेशः, अत् योगस्यति अत्स्यति. क्रोत् योगस्यति करी च इत्यनेन प्रथमसदस्य आदेशः, क्रोत् योगः स्यति क्रोत्स्यति. विशेषः अस्मिन् समूहे अशो वा. धन्यवादः. तर्हि अत्र केवलं खरीच इति कार्यं कृत्वा सकारः एव भवति, सकारस्य परिवर्तनं न भवति, तर्हि चाचत्सि, व्याव्यत्सि, अस्यति, क्रोत्स्यति। अस्तु, तर्हि इदानीम् अत्र एकविशेषकार्यं भवितुं शक्नोति, तर्हि मीना महोदय पठतु विशेषः। विशेषः अस्मिन् समूहे बशो बश् इत्यस्य सम्भावना वर्तते। एकाचो बशो बश् जशन्तस्य स्वोः बशः बशा बशः बशा त्रि त्रि फोः इत्येव वा बशः बशादेशः यथा ओके एकाचो बशो बश् जशन्तस्य स्वोः धातोः अवयवो यो जशन्त एकाच् जशन्त एकाच् तस्य बशः बशादेशो भवति सकारे परे द्व शब्दे परे पदान्ते च। अनुवृत्तिसहितसूत्रे एकाचः जशन्तस्य इत्यनयोः एव विशेषणविशेष्यभावः। धातोः तादृशांशः इति तात्पर्यम्। अनेन धातोः एकाच् वा तत् अधिकाः वा अर्हाः अधिकाः वा अपि अर्हाः न अर्हा वा अनेन धातोः एकाच् अपि भवितव्यम् अनेकाच् अपि भवति, परन्तु अत्र एकाच् भागः भवेत् शन्त इति यत् अस्माभिः पूर्वं चर्चितम्। एकाच् यस्मिन् स एकाच् बहुव्रीहि तस्य एकाच् जषन्ते यस्य स जषन्तः बहुव्रीहि तस्य जषन्तस्य इस् च द्वौ इतरे इतरे द्वन्द्वः तयोः स्वोः एकाच षष्ट्यन्तं वशः षष्ट्यन्तं वष् प्रथमान्तं जषन्तस्य षष्ट्यन्तं स्वोः सप्तम्यन्तम् अनेकपदमिदं सूत्रं धातेर्धातो गः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः स्कोः संयोगाद्योरान्ते च इत्यस्मात् अन्ते अन्ते च अनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः। अनुवृत्तिसहितसूत्रं धातोः एकाचः जषन्तस्य बशः बश् स्वोः पदस्य अन्ते च तस्य अन्ते च अस्माकं परिचितं सूत्रमिदमपि यत् ये धातुः अस्ति धातुः एकाच् भवेत् अथवा अनेकाच् भवेत्, परन्तु तत्र तत्र एकाच् भागः अस्ति यत् झषन्त अस्ति, नाम तत्र एक अच् वर्णः अस्ति अवयवे, अन्ते झष् प्रत्याहारस्य वर्णः नाम चतुर्थवर्णः अस्ति चेत्, अपि च तस्मात् अनन्तरं यदि सकार आदिप्रत्ययः ध इति प्रत्ययः अथवा पदान्त इति स्थितिः अस्ति चेत् किं भवति, तत् अवयवस्य यः प्रथमः बश् वर्णः अस्ति नाम तृतीयवर्णः यः अस्ति वर्गीयवर्णः तस्य भषादेशः भवति चतुर्थवर्णः नाम थ्री फोर् तस्य फोर् फोर् इति भवति, अतः उपरि लिखितमस्ति ब्राकेट् मध्ये थ्री फोर् फोर्स् फोर् तर्हि एता पूर्वकरपत्रे पदान्तस्य विषये अस्माभिः एतत् पठितम्। इदानीं सकारादि अस्ति चेदपि तस्य अत्र निमित्तं भवति, अतः अत्र अपि तस्य कार्यं भवति। तर्हि आगच्छन्ति खलु, इति सूत्रं तु परिचितसूत्रमस्ति। तर्हि अत्र उदाहरणं पठिष्यामः, उपरि गच्छतु महोदय। यथा बन्धयोगः स्यति, यथा बन्धयोगः स्यति एकाचो बशो बश् जषन्तस्य स्त्रोः इत्यनेन धातोर् अवयवो यो जषन्त एकाच् जषन्त एकाच् जषन्त बन्ध् इद् तस्य बशः बशादेशः बशादेशः सकारे परे बन्ध् योगः स्यति करी च इत्यनेन प्रथमसदस्यादेशः बन्त्स्यति तर्हि पश्यतु धातुः अस्ति बकारः बन्त् तस्य अग्रे परिवर्तनं भूत्वा चतुर्थवर्णः भन्त्स्यति इति भवति एकाचो बशो अत्र बन्त् धातुः अस्ति एकाचवर्णः अस्ति अन्ते झषन्तवर्णः अस्ति अतः प्रथमात् प्रथमे यः तृतीयवर्णः अस्ति बकारः तस्य चतुर्थवर्णः भकारः भवति अतः भन्द्यति तदनन्तरं सामान्यतया खरीचतुर्थः भन्ष्यति इति भवति बकारः बशः भवति भवति तत्र झषन्तस्य कः भवति अत्र महोदय बन्द् बन्द् भवति इति अवगतं बकारः तृतीयबकारः चतुर्थबकारः भवति किमर्थम् इत्युक्ते अन्तिमवर्णः झष् भवति इति कारणेन वा अन्तिमझष् अस्ति तस्मात् पूर्व तस्मात् प्राक् सकार अस्ति तस्मात् अनन्तरं सकारः ओके बन्स्यति बुद्ध्यते भुगन्तलघुपदस्य इत्यनेन गुणः बोध् योगः स्यते एकाचो बशो बष् झषन्तस्य स्नोः इत्यनेन अत्र बोध् तृतीय तृतीयवर्गः बकारः चतुर्थबकारः बोध् बोध् भवति योगः स्यते तदनन्तरं करीच इत्यनेन प्रथमसदस्यादेशः भोत्स्यते परिचयः अस्तु धन्यवादः महोदय तर्हि सर्वे अवगच्छन्ति अस्तु अग्रे रघुपति परिचयः हा परिचयः धातोः आदौ बश् इत्युक्ते बगडद इति बगडद इति अपि च अन्ते झष् इत्युक्ते झ भ घ ढ ध तस्य धातोः नाम एका च बषादि झषन्तधातुः यथा बद्ध् इति धातुः अस्ति भुद् धातुः च यदि उपर्युक्त हकारान्त धातुसम्बद्धसूत्रैः हकारस्य स्थाने जशादेशः सञ्जातः दृष्टान्ते दुः इति अस्ति इदानीं तत्र धुव् इति भवति तर्हि सः अपि तादृशः धातुः एका च बषादि झषन्तधातोः आदौ चितस्य बषस्थाने भषादेशः भवति ब घ ढ ध सकाराधिपत्ये परे ध्वशब्दे परे पदान्ते च अतः वदामः यत् त्री फोर् फोर् फोर् इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः अन्ते च चतुर्थसदस्यः तत्र आदौ चितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्य आदेशः भवति त्री बिकम्स् फोर् आहत्य त्री फोर् फोर् फोर् इति विकारः ध्येयं यत् अयं बश् वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुमर्हति बश्वर्णः अन्तिम आदौ भवितुमर्हति अनेन धातुः अनेका चेदपि तस्य धातोः एका च बषादि झषन्तधात्वंशः अस्ति चेत् अत्रापि ए त्री फोर् फोर् फोर् इति विकारः भवति इति अस्ति एतत् अस्माभिः पूर्वमेव चर्चितं धातुः अस्ति धातोः अन्ते झष्वर्णः झष्वर्णात् प्राक् यः एकाच् भागः अस्ति तत् एकाच भागात् भागस्य प्रथमवर्णः तृतीयवर्णः बश् तदनन्तरं झषन्तात् अनन्तरं यदि सकारादिप्रत्ययः ध्वप्रत्ययः अथवा पदान्त इति अस्ति चेत् किं भवति त्री फोर् बिकम्स् फोर् फोर् नाम बश् यः अस्ति वर्णः तृतीयवर्णः तस्य अन्तर्तमः स्थाने अन्तर्तमः इति परिभाषया परिभाषासूत्रेण भष् नाम चतुर्थवर्णः इति भवति त्री फोर् फोर् फोर् अस्तु अग्रे पठतु महोदय नकारः महोदय अन्तिमवाक्यं न अवगच्छामि अनेन धातुः अनेका च चेत् अपि तस्य धातोः एकाच दशादि दशान्तदात्सः अस्ति चेत् अत्र धातोः एकाचः चिदन्तस्य दश तस्य अर्थमस्ति यत् सम्पूर्णधातुः एकाचः भवेत् इति नास्ति धातुः अनेकाच अपि भवितुं शक्नोति परन्तु किमस्ति धातोः अन्तिमः यः एकाच भागः अस्ति नाम अन्तिमभागः एकाच अस्ति यत् तादृशः भागः चिदन्तः भवेत् तस्य भागस्य प्रथमवर्णः तृतीयवर्णः भवेत् तत्रापि बश् महोदय तस्मिन् यदा बाबन्द् इति अस्ति चेत् तत्रापि बाबन्ध्यते भवति वा परन्तु अन्तिम यः झषन्तभागः अस्ति एकाच तस्य अन्ते झष् अस्ति प्रथमे बष् अस्ति बा बन्ध तत्र अपि बकारस्य द्वितीयबकारस्य भकारः भूत्वा भा क्षम्यतां बा भत्स्य बा भत्स्यति प्रथमबकारः यत् अस्ति तद् बकारः एव तिष्ठति द्वितीयबकारः अस्ति तस्य अस्ति तस्य भकारः अस्तु तदेव अन्तिमवाक्ये तदेव आसीत् दत्तमस्ति तदेव नकारः सकारः जलि अतः नश्चापदान्तस्य जलि इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः भवति यदा हन् योग सि इति अस्ति तत्र नश्च अपदान्तस्य नकारस्य जलिपरे तत्र अनुस्वारः भवति हन् हंसि इति भवति मन् योगस्यते मन्स्यते इति सूत्रं परिचितसूत्रमस्ति नश्चापदान्तस्य जलि इति अष्टमाध्यायस्य तृतीयपादस्य चतुर्विंशतितमं सूत्रम् अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति जलिपरे इति अत्र अनुवृत्तिसहितसूत्रमस्ति अपदान्तस्य मह नः च अनुस्वारः जलिसंहितायाम् इति तत्र मकारस्य नकारस्य मकार नकार परन्तु कीदृश अपदान्त अपदान्त भवेत् अपदान्तमकारः अथवा अपदान्तनकारात् अनन्तरं यदि झल् प्रत्याहारस्य वर्णः अस्ति चेत् संहितायां तर्हि नकारस्य स्थाने अनुस्वारः भवति हंसि मन्थ्यते तर्हि रघुपतिमहोदय प्रश्नः अस्ति अत्र न अत्र सामान्यतया अस्माभिः दृष्टं यत् नश्चापदान्तस्य झलि इत्यस्मात् सामान्यतया तस्य अनन्तरम् अनुस्वारस्य परसवर्णसूत्रस्य अपि कार्यं भवति परन्तु अत्र किमर्थं न लिखितं तत्र परसवर्ण नास्ति परसवर्ण तत्र न भवति सकारस्य परसवर्ण नास्ति परन्तु तत्तु किं तत्तु नास्ति परन्तु कथम् इदानीं मतलब् अत्र सूत्रं दृष्ट्वा वदतु खलु अनुस्वारस्य अनुस्वारस्य यै इति अस्ति परन्तु यै इति सवर्ण अस्ति वा अनुस्वारस्य परसवर्णः कोऽपि नास्ति खलु तत्र सकारस्य तस्मात् अपि तस्मात् प्राक् अपि तत्र तर्कमस्ति खलु सूत्रं पठतु सूत्र परनिमित्तं किमस्ति अस्तु एकवारं परनिमित्तं जलि न सूत्रं पठतु अनुस्वार कुत्र अनुस्वारस्य परसवर्णः तत्र निमित्तं किम् अनुस्वारस्य अनुस्वारस्य यै यै इति अस्ति यै तर्हि किं कपै कपै अस्तु शससर् हल् अस्तु अस्तु क्षम्यतां निमित्तं नास्ति तर्हि ष स इति यै प्रत्याहारे नास्ति नास्ति नास्ति यै इति वक्तव्यं न तु सकारस्य परस्वर्ण नास्ति तस्य कारणं यत् अनुस्वारस्य यै परसवर्ण तत्र कार्य तत्र सङ्गः नास्ति सङ्गः नास्ति अतः कदापि श श स तेषाम् अनुनासिक अनुनासिकवर्णः न सन्ति अस्तु तर्हि अत्र अनुस्वारः अनुस्वारः एव तिष्ठति यतोहि अनुस्वारस्य यै परसवर्ण इति सूत्रस्य प्रसक्तिः एव न भवति यतोहि सकारः जयप्रत्याहारे नास्ति तत्र रकारः अस्ति चेदपि न भवति खलु महोदय तत्र यद्यपि यै अस्ति परन्तु इति नास्ति इति कृत्वा यद्यपि यै अस्ति यै अस्ति परन्तु रेफस्य अनुनासिकवर्णः नास्ति परसवर्णः सवर्णानुनासिकवर्णः नास्ति अतः रेफः अपि रेफ एव तिष्ठति परन्तु वकारस्य यकारस्य तु भवति तत्र भवति वकार यकार अस्ति अतः संवत्सरः अस्ति खलु तत्र एकरूपमस्ति तत्र अनुस्वारः तिष्ठति अन्यरूपे चन्द्रबिन्दुवकारः इति भवति तर्हि एतत्तु अत्र विषयः नास्ति अग्रे तर्हि इदानीं कवर्ग चवर्ग टवर्ग तवर्ग इति समाप्ताः अग्रे पवर्ग विजया महोदय पठतु पवर्ग एस् आं जि आम् आम् एकनिमिषम् तत्र पावर्गः पकारः पकारः बकारः बकारः एतत् अपावर्गः अत्र अस्ति धातोः अन्तिमवर्णः पकारः पकारः बकारः बकारः येषु अन्तिमः चेत् अन्यतमः चेत् सादि प्रत्यये परे तस्य वर्णस्य स्थाने पकारक आदेशः भवति सकारस्य एतत् पावर्गः अन्तिमः चेत् तस्य वर्णस्य स्थाने पकारः आदेशः भवति इति सादिप्रत्यये परे अस्ति चेत् तत्र पकार पकार बकार बकारः इत्युक्ते पकारः एव भवति करिचय इत्यनेन सकारे परे अस्ति चेत् पावर्गीयवर्णानाम् अपि प्रथमसदस्य आदेशः भवति सकारस्य कोऽपि विकारः न भवति अत्र उदाहरणमस्ति आप् इति आप् योगः स्यति इति अस्ति करिचय इति सूत्रेण इत्यनेन प्रथमसदस्य आदेशः आप् योगः स्यति आप्स्यति तत्र किमपि परिवर्तनं नास्ति अनन्तरं रारप् योगः सि करिचय इत्यनेन तादृशमेव भवति रारप् सि इति भवति चाकब् तत्र करिचय इत्यनेन चाकप् तत्र तृतीय बकारस्य स्थाने प्रथमवर्णः करिचय इति सूत्रेण चाकप् इति भवति चाकप् योगः सि चाकप् सि इति भवति लालब् चतुर्थवर्णः पकारस्य चतुर्थवर्णवर्गीय अन्तिमवर्णः अस्ति अत्र लालब् इति लालब् योगः सि तत्र करिचय इति सूत्रेण चतुर्थवर्णस्य स्थाने प्रथमवर्णः आगच्छति लालप् योगः सि लालप् सि इति भवति अनन्तरं बष्भावः अस्ति पठामि वा जि एतदपि जि अस्तु बष्भावः दादम्ब् योगः सि तत्र एकाचो बशो बष् इति जषन्तस्य स्पुद्भोः इत्यनेन धातोः अवयवयोः यः जषन्तः एकाच् तस्य बशः बशादेशः भवति इत्युक्ते तत्र तृतीयवर्णस्य स्थाने चतुर्थवर्णः आदेशः भवति सकारे प्रत्ययः परे अस्ति चेत् तत्र तृतीयवर्णः द अस्ति दादम्ब् अस्ति तत्र चतुर्थवर्णः दादम्ब् इति भवति दादम्ब् योगः अस्ति खर्च इति सूत्रेण तत्र प्रथमवर्णः आदेशः भवति दादम्प् योगकसि दादम्प्सि इति भवति. अत्र नश्यपदान्तस्य जलि इत्यनेन नकारस्य अनुस्वारः अनुस्वारस्य ययिपरसवर्णः इत्यनेन अनुस्वारस्य मकारः इति यथा सामान्यं भवति. मकारः अस्ति अत्र अन्य वस्तुतः किं भवति तत्र दादम्भ मध्ये दम्भ इति अस्ति खलु, दम्भ एकाच भागः अस्ति, अन्ते चतुर्थवर्णः भकारः अस्ति, प्रथमे बकार बश्वर्णः दकारः अस्ति, अतः दकारस्य स्थाने चतुर्थवर्णः भूत्वा दाधम्सि इति भवति दाधम्सि. तदनन्तरं वस्तुतः यत् मकारः यत् अस्ति तत् किमस्ति नकारः एव भवति. तर्हि इदानीं तदनन्तरम् अनुस्वारस्य ऐ परसवर्ण नश्चापाधि इत्यनेन दादम्सि इति भवति. तदनन्तरं पुनः अनुस्वारस्य ऐ परसवर्ण इति दाद् मकारः एव भवति. अतः तत्र लिखितं नास्ति, परन्तु वस्तुतः प्रक्रियायां नश्चाक्रान्तस्य झदि अनुस्वारस्य परसवर्णः तयोः अपि कार्यं भवति. अस्तु, तर्हि दादम्भ इति भवति. तदनन्तरं खरिच इत्यनेन अन्तिमभकारस्य पकारः कृत्वा दाधम्प्सि इति अस्ति, दाधम्प्सि. अस्तु महोदय, अत्र उपरि साधिप्रत्यये सकारादिप्रत्यये वा कोऽपि अन्यविशेषः अस्ति वा? साधिप्रत्यये परे इति उपदत्तं सकारादि एव खलु. अस्तु अस्तु अस्तु. समापयतु. मकारः मध्ये मध्ये न श्रूयते महोदय, न श्रूयते. विजया महोदय अस्ति, विजया महोदय अस्ति खलु? अस्मि. मकारः पठतु. समीचीनं समीचीनतया श्रुतमेव मया. अग्रे पठामि वा जि? आम् पठतु. अस्तु अस्तु जि. तत्र मकारः मकारः अस्ति, मकारः तत्र सकारः जलि अतः श्रूयते वा जि? श्रूयते वा? आम्. सकारः जलि अतः नच्च पदान्तस्य जलि इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारः. तत्र अपदान्त मकारस्य स्थाने एव अनुस्वारः भवति. रं योगः स्यते, तत्र नच्च पदान्तस्य जलि इति सूत्रेण रं स्यते इति भवति. नं योगः स्यति, तत्रापि नच्च पदान्तस्य जलि इति सूत्रेण नं स्यति इति भवति. सङ्गं सङ्गं योगः स्यते, तत्रापि नच्च पदान्तस्य जलि इति सूत्रेण सङ्गं स्यते इति भवति. अत्र नच्च पदान्तस्य इति अपदान्ते अपदान्तः अस्ति चेत् एव तत्र मकारस्य स्थाने अनुस्वारः आदेशः भवति अपदान्तस्य. सत्यं सत्यं. तर्हि पुनः अपदान्तनकारात् अपदान्तनकारात् इव अपदान्तमकारात् अनन्तरं यदि स अस्ति चेत् ज्वल्वर्णः अस्ति, अतः अनुस्वारः भवति. अत्र अपि नश्चकः झलीति सूत्रम्. अस्तु, सर्वे अवगच्छन्ति खलु? आं जि. एतत् पठामि वा महोदय इदानीम्? अग्रे इदानीं यकारः वकारः अन्तः अहं पठामि वा महोदय. यकारः वकारः यकारस्य लोपः भवति सकारे परे, सकारः वल् प्रत्याहारे विद्यमानत्वात् जहाय योगः सि जहासि लोपो व्योर्वलि. वकारयकारयोः लोपो भवति वल् प्रत्याहारे परे. वल् प्रत्याहारः इत्युक्ते युब् इच् ई च व्यौ इतरे इतरे द्वन्द्वः तयोः व्योः लोपः प्रथमान्तं योः षष्ठ्यन्तं बलि सप्तम्यन्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं योः लोपः वलि वली प्रत्याहार अस्ति चेत् यकारवकारः लोपः भवति. अग्रे पठामि. वल् प्रत्याहार वल् प्रत्याहारस्य वर्णः अस्ति, तस्मात् प्राक् यदि भोय अस्ति चेत् लोपः भवति. वकारस्य अपि लोपो व्योर्वलि 666 इत्यनेन लोपो भवति. किन्तु वस्तुतः तु समग्रसंस्कृतभाषायां द्वयोः धातोः एव उदाहरणं भवति, तच्च सङ्ग्लुकि एव. अन्यत्र सर्वत्र सर्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति. अर्धधातुकप्रक्रियायां इडागमः मध्ये आयाति. अतः वकारसम्बन्ध हल् सन्धेहे अवसरः नास्ति. अत्र उक्तं वस्तुतः एतत् सूत्रं यङ् लुक् इति प्रत्यय आगच्छति चेत् एव उपयोगं भवति, अन्यत्र अस्य प्रसक्तिः एव नास्ति. अत्र सार्वधातुकप्रक्रियायां मध्ये विकरणप्रत्यय मध्ये आयाति, तदनन्तरम् आर्धधातुकायाम् इदागमः आयाति मध्ये. अतः अस्य सूत्रस्य प्रसक्तिः अत्र नास्ति एव इत्येव उक्तं किल महोदय. नाम प्रसक्तिः अस्ति, परन्तु वकारस्य कृते भाषायाम् उदाहरणानि बहु न्यूनानि सन्ति. केवलं यं लुबन्ते एव दृश्यन्ते, अन्यत्र न दृश्यते. अतः बहुत्र अस्य वकारस्य प्रसक्तिः, परन्तु सूत्रं यत्र सूत्रं कार्यं कर्तुं भवति तत्र करणीयम्. अग्रे पठतु. यङ् लुकि आधिक्येन ये वकारान्तदातवः भवन्ति तेषां सकारे परे रालोपः इत्यनेन वकारलोपो भवति. अपि च येषां वकारान्तधातूनां रालोपः इत्यनेन वकारलोपः न भवति स्म, नाम येषां धातूनां वकारात् पूर्वं रेपः नास्ति, तेषां धातूनां यङ्ग्लुक् धातुः एव न भवति महाभाष्यस्य ज्ञापनात्. यथा दिव् धातुः महाभाष्यस्य ज्ञापकत्वात् तस्य यङ् लुगन्धधातुः न भवति. स्ट्युव् धातुः अपि तथा. अत्र रालोपः इति सूत्रं वदति वकारलोपः विषये, किन्तु यङ् लुकि किन्तु अत्र वकारात् पूर्वं रेपः अस्ति किल महोदय. किन्तु अत्र लोपो व्योर्वलि इति सूत्रेण वका रेपः विषये न वदति. अत्र तु वकारः यकारः लोपः भवति. न अवगतं महोदय. अत्र किमपि नास्ति नाम बहुत्र यत्र वकारस्य वकारं धातु अस्ति तत्र वकारात् प्राक् रेफः अपि भवति. रेफः भवति चेत् राल्लोपः इति सूत्रं यत् अस्माभिः पठितं तेन वकारस्य लोपः भवति खलु. अथवा तत्रापि लोपो व्योर्वलि वकारस्य प्रसङ्गः न आगच्छति. नाम अत्र महोदय किं लिखितुम् इच्छति यत् लोपो व्योर्वलि मध्ये यद्यपि वकारस्य अपि प्रसङ्गः अस्ति, परन्तु तस्य कृते उदाहरणानि न्यूनानि सन्ति. तत्र बहुत्र वकारान्तधातुः तत्र वकारात् प्राक् रेपवर्णं राल्लोपः इति सूत्रेण वकारस्य लोपः भूत्वा लोपो व्योर्वलि कार्यमेव न कर्तुं. अपि च यत्र वकारः अस्ति अन्ते तस्मात् प्राक् रेपवर्णः नास्ति, बहुत्र तस्य यं लुगन्तम् इति न भवति. न भवति चेत् तत्र अपि वकारस्य तत्र सूत्रस्य कार्यं न भवति. अत्र अतः आहत्य बहु न्यून उदाहरणानि सन्ति, प्रायः द्वे एव उदाहरणे स्तः यत्र लोपो विवर्वलीसूत्रस्य कार्यं भवति वकारस्य कृते. यकारस्य कृते तु बहुत्र कार्यं भवति, परन्तु वकारस्य कृते यत्र भवति तत्र द्वे एव उदाहरणे स्तः. तर्हि अग्रे पठतु. येषां विजि महोदय अस्ति वा? विजि महोदय श्रूयते वा? आमां. येषां वकारान्तधातूनाम् अन्तिमवकारात् प्राक् रेफः अस्ति, यथा दुर् पूर् कर् गर्व चर्व पर्व भर्व मर्व शर्व शर्व. एतादृशेभ्यः वकारार्थधातुभ्यः यङ् लुक् भवति, किन्तु येषाम् अन्तिमवकारस्य लोपो भवति रा लोपः इति सूत्रेण. मातानन्तरं यदि झलादि नासिकादि कृते अस्ति चेत् वकारस्य लोपो भवति. अपि च वस्तुतः अत्र अपि राल्लोपस्य अपि सूत्रस्य अपि प्रसक्तिः भवति, लोपो विवर्वलीसूत्रस्य प्रसक्तिः भवति खलु, परन्तु राल्लोपः कार्यं तत्र राल्लोपः एव कार्यं करोति किल. अत्र किमर्थं कारणं किम्? सूत्रद्वयस्य प्रसक्तिः भवति परन्तु राल्लोपः कार्यं करोति, लोपो विवर्वलिः न करोति. किमर्थम्? अथवा राल्लोपः नष्टं भवति किल महोदय? अत्र विशेष राल्लोपस्य अत्र अन्यत्र अपि भवितुं शक्नोति. ओ 6156 परसूत्रम् अस्ति. परसूत्रमस्ति अपि च अङ्गकार्यमस्ति. अङ्गकार्यमस्ति. आम् आं महोदय. उभयथा राल्लोपः कार्यं करोति. एकवारं राल्लोपः कार्यं कृत्वा वकारस्य लोपो भवति, तदनन्तरं लोपो विवर्वलीनस्य प्रसक्तिः एव न भवति. यथा अस्माभिः पूर्वं पठितं तोतुर्वियोगः अस्ति राल्लोपः इत्यनेन तोतुर्योगः अस्ति, उदन्तलघुवृत्तस्य इत्यनेन ततोर्योगः अस्ति, ततोर्षि इति भवति. तर्हि रेफात् परे अकारः अस्ति चेत् भवति अनुनासिक आदि क्वी क्वी अथवा झलादि प्रत्यये परे. अस्माभिः पठितं गत एव वर्तते. धन्यवादः. धन्यवादः. मदन महोदय अग्रे पठतु. महाभाष्ये दत्तमस्ति. आम्, महाभाष्ये दत्तमस्ति यत् चोः षूड् अनुनासिके च इत्यनेन य ऊट् भावनीयः भाविनः वकारान्तधातवः सन्ति, तेषां यङ् लुप् न भवति. ऊट् भावि धातुः इत्युक्ते तादृशधातुः यस्य चोः शूड् अनुनासिके च इति सूत्रेण ऊट् आदेशः सम्भवति. तर्हि पश्यतु, वकारान्त धातुः अस्ति, तस्य अनन्तरं झलादि अनुनासिकादि क्विप् प्रत्ययः अस्ति चेत् चोः अनुनासिके च कार्यं कर्तुं शक्नोति खलु? आं महोदय. ऊट् भवति तत्र वकारस्य स्थाने ऊट् भवति. तर्हि तादृश वकारान्तधातुः यस्य ऊट् भवितुं शक्नोति चोः अनुनासिके च इति सूत्रेण, तादृशवकारान्तधातुः ऊट् भावि वकारान्तधातुः इति उच्यते, यतोहि तस्य ऊट् आदेशः भवितुं शक्नोति. एतादृश ऊट् भावि धातोः यं लुबन्तं न भवति इति महाभाष्ये दत्तम्। अतः तत्रापि लोपो व्योर्वलीसूत्रस्य प्रसक्तिः न भवति। नाम आहत्य किं यत्र रेफवर्णः अस्ति वकार बहुत्र वकारात् धातोः मध्ये वकारात् प्राक् रेफवर्णः भवति। तत्र राल्लोपः प्रथमं कार्यं कृत्वा लोपो व्योर्वली तस्य प्रसक्तिः एव न अवशिष्यते। रेफ् परे रेफ् प्राक् नास्ति चेदपि बहुत्र छोषु नासिके च इति सूत्रात् वकारस्य स्थाने ऊट् भवति भवितुं शक्नोति। तादृश ऊट् भाविधातोः अपि यङ्लुगन्तं न भवति। यङ्लुगन्तं न भवति चेत् लोपोव्यवलिस्य प्रसक्तिः एव न भवति, यतोहि सामान्यधातुः मध्ये विकरणप्रत्ययः आगच्छति, इडागमः आगच्छति, अतः तत्र वल् प्रत्याहारः एव न तिष्ठति अनन्तरम्। अतः लोपोव्यवलि कस्यापि प्रसक्तिः न भवति। तर्हि लोपोव्यवलि अस्य सूत्रस्य वकारस्य कृते तत्रैव प्रसक्तिः भवति यत्र धातुः यङ्लुगि भवति, अपि च वकारात् प्राक् धातुः यङ्लुक् भवति, ऊद्भावी न भवति, अपि च वकारात् प्राक् रेपः न भवति। तादृशधातवः द्वौ एव स्तः इति लिखितम्। तर्हि अग्रे पठतु अग्रे चोः चूडन्नासिके च तर्हि द्वयोः धातोः धातोः एव इङ्लुकि हल् सन्देहे अवसरो भवति। तौ च कौ स्रिव् मौ इति द्वौ धातु ऊट् भाविनौ, किन्तु ज्वर स्रिव्य श्रिव यमी मवाम् उपादायाः च इति सूत्रेण, न तु चोः चूडन्नासिके च इति सूत्रेण। अस्मिन् सूत्रे एतौ द्वौ वकारान्तौ धातु साक्षात् उल्लेखितौ, अतः एतौ द्वावेव ययोः यङ् लुक् रूपं भवति। अस्मिन् सूत्रे औ धातुः अपि पठितः, किन्तु स च धातुः अजादिः इति कारणतः यङः प्रत्ययः न विद्यते, तदर्थं तस्य यङ् लुक् अपि न भवति। द्वौ धातु एव अस्ति, अतः स्विव् मौ इति वकारान्तधातोः ऊट् चोः शूडने अनासिके च ऊट् आदेशः भवति अत्र महोदय। चोषुनासिके च इति पश्यतु, चोषुनासिके च इति 6419 सूत्रमस्ति। तत् सूत्रं वदति चोः शूडनासिके च इति सूत्रं वदति तुक्सहितचकारस्य षकारः अपवकारस्य ऊट् इति भवति अनुनासिकादि झलादि क्विप्रत्यये परे। तर्हि महाभाष्यं वदति छोः क्षुरनासिके च इति सूत्रेण यः वकारान्तधातुः ऊठ् भवति भवितुं शक्नोति, तादृशवकारान्तधातोः यङ्लुगन्तं रूपं न भवति इति महाभाष्यं महाभाष्ये उक्तं। परन्तु द्वौ धातौ स्तः स्त्रिव् अथवा मौ, स्त्रिव् मौ मध्ये अपि ऊठ् भवति, वकारस्य ऊट् भवति, परन्तु सः ऊट् आदेशः छोः शुनासिके च इत्यनेन न भवति। सः ऊट् आदेशः भवति एक 6420 नाम छोः शुनासिके च इति सूत्रात् साक्षात् अनन्तरं यः सूत्रम् अस्ति ज्वर त्वर स्रिव यवि मवामुपधायाश्च इति सूत्रमस्ति, तेन ऊट् भवितुं तर्हि ओष्णासिके च इति सूत्रादपि ऊट् भवति, अत्रापि ऊट् भवति, परन्तु श्रीं मौ मध्ये यतोहि शेषसूत्रात् ऊट् भवति, तर्हि तत् ऊट् भाविधातुः न वच्यते, यतो उच्यते, यतोहि आभाष्ये लिखितं यत् छोः शूरनासिके च ऊट् तदेव ऊट् भावी धातु इति नाम उभवकारात् धातुः शोषनास्तिके च इति सूत्रेण ऊट् प्राप्नोति तदेव ऊट् भावी धातुः अस्ति तस्य एव यं लुगन्तं न भवति परन्तु स्रिव् मौ इति ज्वलति त्वर स्रिव इति विशेषसूत्रे साक्षात् उल्लेखितौ अतः यद्यपि तत्रापि तस्य ऊट् भवति परन्तु तादृशः ऊट छोषनास्तिके च इति सूत्रात् न भूत्वा ज्वलत्वर इति सूत्रात् भवति अतः तत्र महाभाष्यं यं लुगन्तं न वर्जितं न करोति अतः श्रीमौ तस्य यं लुगन्तं भवितुं शक्नोति एकवारं यं लुगन्तं भवितुं शक्नोति तदनन्तरं लोको योर्वलि कार्यं कर्तुं शक्नोति यतो हि वकारात् धातु अस्ति अग्रे वल् प्रत्याहारस्य वर्तते आगच्छन्ति वा आं महोदय श्रीं मौ इति धातुद्वयम् एव अस्ति यस्य यं लुगन्तरूपं लोको व्योर्वलि यं लुगन्तरूपं भवति तत्र लोको व्योर्वलिसूत्रात् अकारस्य लोपः भवति वल् प्रत्याहारे द्वौ एव धातु अग्रे महोदय सूत्रे पठतु ज्वरत्वर ज्वर त्वर स्रिव स्रिव स्रिव विम विम विमवाम् उपादायां च ज्वर त्वर स्रिव औ मौ इत्येषां धातूनाम् उपादाया च वकारः चेत् अनयोः मिलित्वा स्थाने ऊट् आदेशः भवति अनुनासिकादिप्रत्यये परे क्विप्रत्यये परे जलादिप्रत्यये परे च ज्वरक्ष त्वरक्ष स्रिविक्ष अविक्ष मौ च तेषाम् इतरेतरद्वन्द्वः ज्वर त्वर स्रिव श्रिव्य विम विमः तेषां ज्वर त्वर स्रि शिव विम वाम् ज्वर ज्वरत्वर शिव विम वां षष्ट्यन्तम् उपादायाः षष्ट्यन्तं च अव्ययं त्रिपदम् इदं सूत्रं चोः शूरनासिके च इत्यस्मात् वः ऊट् अनुनासिके इत्येषाम् अनुवृत्तिः अनुनासिकस्य वि जलोः विति इत्यस्मात् पिज जलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ज्वर त्वर स्रिव् यवि मवाम् अङ्गस्य उपादायाः वह च ऊट् विजलो अनुनासिके च इति ज्वर ज्वर इति धातुः श्रीव् धातुः औ धातुः मव् धातुः अपि च तादृश अङ्ग तादृश अङ्गानि यस्य येषाम् उपधायां वकारः अस्ति एतेषां सर्वेषां तस्य वकारस्य ऊट् भवति वकारस्य ऊट् भवति नाम ज्वरधातोः वकारस्य ऊट् त्वरधातोः वकारस्य ऊट् त्रिवधातोः वकारस्य ऊट् अवधातोः वकारस्य ऊट् मवधातोः वकारस्य ऊट् अपि च उपधायां यः वकारः अस्ति तस्य ऊट् तस्य स्थाने ऊट् भवति ऊट् इत्युक्ते ऊ इति वर्णं भवति सकारस्य लोपो हलन्त्यम् इत्संज्ञा ओके ओके अत्र उपादायाम् एव वकारः अस्ति महोदय परन्तु व्योपव्यवरि इति सूत्रे अन्तिमवर्णः एव वकारः भवितुम् अर्हति किल सत्यं लोपो व्यवरि अन्ते एव भवति परन्तु इदं तत्र उपादायां तर्हि ज्वर् धातुः अस्ति ज्वरधातोः ऊठादेशः मया एकः दोषः कृतः प्रायः ज्वरधातुमध्ये वकारस्य ऊठादेशः न अपि तु अन्तिमवर्णस्य ऊठादेशः प्रायः भवति खलु अङ्गस्य प्रायः भवति हा तर्हि ज्वरधातोः अङ्गस्य नाम अन्तिमवर्णस्य ऊटादेशः त्वर्धातोः अन्तिम रेफ् वर्णस्य ऊटादेशः शरीर् मध्ये अन्तिमवकारस्य ऊटादेशः औ मध्ये अन्तिमवकारस्य ऊटादेशः मौ मध्ये अन्तिमवकारस्य ऊटादेशः अपि च तादृश अङ्गानि यस्य उपधायां वकारः भवति तयोः ऊटादेशः भवति तत्र इट् इत् भवति खलु जि केवलम् उकार अस्तु तर्हि इदं सूत्रम् अग्रे पुनः वक्ष्यामः अग्रिमरविवासरे किञ्चित् किञ्चित् इष्टकरं नूतनसूत्रमस्ति खलु इति अग्रे पश्यामः परन्तु तत्र यकारवकारस्य कृते किं कार्यं भवति इति अग्रे गच्छामः परन्तु अद्य अस्माभिः किं पठितं वर्गीयव्यञ्जनानां कृते स्पर्शव्यञ्जनानां कृते यदि अग्रे सकारः अस्ति चेत् हल्सन्धिनियमाः के के सन्ति इति अस्माभिः दृष्टं तस्य प्रश्नः अस्ति वा नास्ति जि शुभरात्रिः तर्हि अग्रिमरविवासरात् अग्रे 7:40 एव टु 9 एव करणीय भवति चेत् समीचीनमस्ति वा दशनिमिषानि एव खलु बहु समीचीनम् महोदय इट्स् रियलि वेरि गुड् दट् 10 मिनिट्स् अवकाशं मम तु सार्धसप्तवादनपर्यन्तं वर्गः अस्ति अतः मम तु वर्गः नास्ति गृहकार्यमेव अत्र मम गृहे 7:30 ड्राप् मम एकः सन्देहः अस्ति ज्वरत्वर इत्यत्र उपादायं कुत्र महोदय तत्र उपादायवकारः कुत्र भवति ज्वरत्वर मव अव इति अपि च तादृश अङ्ग यस्य उपादायवकारः इदं दत्तं नास्ति खलु उपादायवकारः तादृश न इत्येतेषां धातूनाम् उपादा च एतदेव तत्र दत्तम् एतेषां धातूनाम् अथवा तादृशधातु ज्वरत्वरमध्ये उपधायः तद् नास्ति अत्र अन्तिमस्य खलु तत्र अन्तिमपि नास्ति खलु नाम अत्र वकारस्य विषयः नास्ति रेफ नाम ज्वरत्वरम् अव स्त्रिवम् अव तत्र अन्तिमवर्णः अपि च तादृशवर्णः यस्य उपधायां वकारः अस्तु तर्हि इदानीम् अग्रिमरविवासरात् अद्य 7:40 to 9:10 इति प्रायः कुर्मः अथवा 7:40 9 एव जि 9 एव तत्र अस्माकं भोजनस्य हेला अस्ति अतः एव 7:40 to 9 o'clock समीचीनमेव आम् बहु समीचीनं महोदय धन्यवादः महोदय शुभरात्रिः धन्यवादः महोदय